नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति धातुविज्ञानं द्वितीयभागः इति. तत्र इड् व्यवस्था इति विषयः अस्ति. पदव्यवस्था इति विषयः वयं पठितवन्तः इति विषयं पठितवन्तः. अधुना इड् व्यवस्था इति विषयः अस्ति. इड् व्यवस्था इति किञ्चित् तत्र सूत्रमपि सूत्रद्वयम् अस्माभिः पठितं. तर्हि अत्र किञ्चित् पुनस्मरणं कुर्मः. अत्र अरविन्द महोदय वदतु, कदा इडागमचिन्तनं कदा भवति, सन्दर्भः कः? इडागमं किं च निमित्तं भवति अर्धधातुकप्रत्यय उपदेशदा अङ्गात् परं वल् आदि पद आदिवर्णस्य अस्ति चेत् अर्धधातुकप्रत्ययानाम् इडागमः भवति. किन्तु अर्धधातुकप्रत्यय वशी आदौ अस्ति चेत् तस्य इडागमः निषिद्धः. सर्वत्र वा कृत् प्रत्यय प्रत्ययानाम् एव सत्यं. कृत् प्रत्ययानां चि आदौ अस्ति चेत् इड् निषिद्धः. सत्यं सत्यं, बहु समीचीनं. सत्यं. तर्हि अत्र प्रत्ययस्य विषये एव चिन्तनमस्ति. कीदृशप्रत्ययः इति चेत् अर्धधातुकप्रत्ययः. यः प्रत्ययः तिंशित् भिन्नः अस्ति सः अर्धधातुकः अस्ति. अपि च अत्र मनसि किं स्थापनीयम् इति चेत् धातुभ्यः विधीयमानः प्रत्ययः, इत्युक्ते प्रातिपदिकेभ्यः विधीयमानः प्रत्ययः अर्धधातुकः न भवति. अतः धातुभ्यः विधीयमानः प्रत्ययः यः तिंशित् भिन्नः अस्ति सः अर्धधातुकः अस्ति. तादृशप्रत्ययः वलादिः अस्ति चेत् इडागमः भवितुम् अर्हति इति अस्ति. तत्तु केवलं प्रत्ययस्य चिन्तनम् अस्ति. तावदेव पर्याप्तं वा महोदय, अरविन्द महोदय? न भगिनि. तर्हि इडागमं प्राप्तुम् इडागमस्य अधिकारं भवति प्रत्ययस्य कारणेन एवं धातु स्वभावेन. सत्यं सत्यं, बहु समीचीनम्. इत्युक्ते यद्यपि प्रत्ययः वलादिः अस्ति अर्धधातुः अस्ति इडागमः भवितुम् अर्हति, तथापि कुत्रचित् न भवति. किमर्थम् इति चेत् धातोः स्वभावम् अपि, धातोः स्वभावः कः इत्यपि चिन्तनीयम्. तर्हि धातुः सेट् अस्ति चेत् एव इडागमः भवति, धातुः अन्त् अस्ति चेत् इडागमः न भवति. तदर्थम् अत्र सूत्रं न पठितं, परन्तु किमुक्तमासीत् चेत् धातुः धातौ यः अवशिष्टः स्वरः अस्ति सः स्वरः अनुदातः चेत् धातुः अन्त् इति उक्तं. धातौ यः अवशिष्टः स्वरः सः स्थितः अथवा उदात्तः चेत् धातुः सेट् इति उक्तम्. तर्हि धातुः सेट् अस्ति चेत् एव अर्धधातुकप्रत्ययस्य इडागमः भवति. इडागमः अर्धधातुकप्रत्ययस्य वलादिप्रत्ययस्य इडागमः भवति इति सामान्यनियमः अस्ति. परन्तु यत्र अर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति, कृत् प्रत्ययः इति कथं जानीमः? अत्र उमामि वदतु, प्रत्ययः कृत्वा कृत् इति कथं जानीमः? कृत्प्रत्ययः धातु धातोः योजयति चेत् न जानामि, सारि. चिन्ता नास्ति. वासुदेवन् महोदय वदतु किं चेति. धातुना ये प्रत्ययः योजयते ते कृत् प्रत्ययः भवन्ति. धातुना ये प्रत्ययः योजयन्ते ते एव कृत् प्रत्ययः भवन्ति. कथं जानीमः प्रत्ययः कृत् इति? धातुभ्यः अन्ये प्रत्ययः अपि विधीयन्ते खलु, भवति खलु, तर्हि किं वक्तव्यं? तिङ् नास्ति चेत् कृत् एव, धातुतः विहितः तिंशित् तिंशित् न चेत् चेत् आर्धधातुकं भवति. समीचीनं, धातुतः विहितः प्रत्ययौ द्वौ तिङ् अथवा कृत्, तिङ् नास्ति चेत् कृत् एव भवति. सत्यं सत्यं. अतः तर्हि प्रत्ययः कृत् इति किं जानीमः इति चेत् धातुभ्यः विधीयमानः प्रत्ययः कृत् भवति, नो चेत् तिङ् भवति. तिङ् प्रत्ययः यत्र क्रियापदस्य निर्माणं भवति, पठति, पठतः, पठन्ति, तत्र सर्वत्र तिङ् प्रत्ययः अस्ति. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत्, तर्हि तत्र किमस्ति? कृदतिङ्, कृत् तिङ् सः प्रत्ययः अतिङ् अस्ति, तिङ् नास्ति सः प्रत्ययः कृत्. अतः यत्र आधातुकप्रत्ययः कृत् प्रत्ययः अस्ति, इतोपि एकम् इतोपि एकः विषयः अस्ति, तत्र निषेधसूत्रमस्ति. आं भगिनि, अहं वदामि वा किं कृत्? कृत् योजनेन धातुः प्रातिपदिकं वा अव्ययं द चेञ्ज्? सत्यं, कृत् प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति. कृत् अतीतसमासाश्रितसूत्रमस्ति, ये अस्माकं समासवर्गे सन्ति ते प्रायः जानीयुः. कृत् अतीतसमासाश्रितसमासाश्रय इति सूत्रेण धातुभ्यः यदा कृत् प्रत्ययः विधीयते, तर्हि यत् रूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति. अस्तु, तर्हि इदानीम् अत्र आगतुकप्रत्ययः अस्ति, वरादिः अस्ति, तर्हि तस्य इडागमः इडागम अनुकूलः वर्तते वा इति चिन्तितम्. इतोपि एकं सूत्रमस्ति, नेवचिकृति इति सूत्रमस्ति. एतत् सूत्रम् आर्धधातुकसेड्वल्देः इत्यस्य निषेधकसूत्रं. नेवचिकृति इति सूत्रं वदति इति चेत्, आर्धधातुकप्रत्ययस्य आदौ प्रत्याहारस्य आयतः वर्णः अस्ति चेत् इडागमः न भवति इति वदति. आहत्य कुत्र इडागमः भवति? क्रीडागमः भवति इति चेत् यत्र प्रत्याहारस्य वर्णः अस्ति, इत्युक्ते वर्गस्य प्रथमवर्णः, द्वितीयवर्णः, अपि च तत्र हायव न शसः एते वर्णाः सन्ति चेत् प्रत्ययस्य आदौ, अर्धधातुकप्रत्ययस्य आदौ कृत् प्रत्ययः अस्ति चेदपि रागमः भवति इत्येव विषयः अस्ति. तर्हि एतावत् अवगतं खलु. इदानीं तत्र धातोः स्वभावः कः इति अत्र पश्यामः. अस्तु, अत्र विजय लक्ष्मीभगिनी प्रश्नः आसीत् खलु, पृच्छतु. क्षम्यताम्. आं भगिनि, अत्र आर्धधातुकस्य इत् वलादेः इति सूत्रे एतादृशं परामर्शम्, अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तम् इति एकः वाक्यम् आसीत्. तत् किमर्थम् इति इत्युक्ते आर्धधातुकं तिङ्प्रत्ययः, तिङ्प्रत्ययः सर्वे सार्वधातुकं खलु, तिङ्क्षित् सार्वधातुकम् इति चेत् तिङ्प्रत्ययः सर्वे सार्वधातुके भवति खलु, भवन्ति खलु, इति सामान्यम् अस्ति, तत्रापि अपदः सन्ति. ओ, अद्य तत् तत्कारणमेव अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तम् इति उक्तं वा? हा, इत्युक्ते अशीर्लकारे अपि च लित् लकारे तिङ्प्रत्ययः आर्धधातुकः भवति. ओ, तदर्थमेव अस्तु. अन्यत्र सर्वत्र तिङ्प्रत्ययः सार्वधातुकः एव, परन्तु लिट् लकारे अपि च आशीर्लकारे तिङ्प्रत्ययः आर्धधातुकः भवति. अतः तत्र आर्धधातुकप्रत्ययः इति कृत्वा तत्रापि इडागमचिन्तनं भविष्यति. लिट् लकारे आशीर्लिङ्गलकारे च. अस्तु, भवती ब्रेक् भविष्यति भवती, मया कृते एव वा इति न जानामि. किमपि न श्रूयते वा? मध्ये किमपि न श्रुतवती. एवं वा? तर्हि पुनः आगच्छामि, न जाने किमर्थम्. मम एकः प्रश्नः अस्ति. अधुना श्रूयते वा? आम्. अस्तु तर्हि. मम एकः प्रश्नः अस्ति. पृच्छतु. नेङ् वशीकृति विषये पेराग्राफ् अन्तिम वाक्यं प्रथम द्वितीय अथवा शेषसाः चेत् इदानुकूलः. अत्र या वर्णः नास्ति. या वर्णः नास्ति किमर्थम्? वशी अमि अवशी एण्ड् वलादि तस्मिन् विषये यकारः अपि अस्ति वा? न, वलि वलि वल् प्रत्याहारः अस्ति वा? आर्धधातुकसेवायेः इति सूत्रेण एव इडागमः विधीयते. तर्हि वलादिः वलादिप्रत्यये तु यकारः नास्ति. तर्हि तस्य निषेधः भवति. वली ये वर्णाः सन्ति तेषु वर्णेषु वशी कस्यचित् वर्णः वश् वर्णः अस्ति चेत् तस्य आगमः न भवति इति. आह अस्ति, हा अस्ति, हकारः अस्ति, हयवरट् अन्तिम हल् इति अस्ति खलु, हल् इत्यस्य अन्तिम हकारः अस्ति. अवगतम्. अस्तु अस्तु, धन्यवादः. तर्हि इदानीं धातोः स्वभावः कः इति पठामः. अत्र तस्य प्रश्नः वाक्ये नाम कृत्सु प्रत्ययेषु आदौ वर्गीयव्यञ्जन अमि वर्गीयव्यञ्जनानां प्रथमः तृतीयः अथवा यशः यकार यकारः नास्ति भगिनि, तदेव. एकक्षणम्, यकारः नास्ति. किमर्थं नास्ति इति चेत् वली यकारः नास्ति खलु. अर्धकसेड् वलादेः इत्यनेन एव आगमः विधीयते मतया. तस्य निषेधः क्रियते नेड् वशीकृति सूत्रेण. तर्हि वलादिप्रत्ययस्य कश्चन वर्णः अस्ति चेत् इदागमः भवति. परन्तु वल्लादिप्रत्यये प्रत्याहारस्य वर्णः अपि अस्ति खलु. वशि तस्मिन् अन्तर्भूतः अस्ति, वलादौषि अन्तर्भूतः. अतः वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति. तर्हि क्षि अपि यकारः अस्ति, वलि अपि यकारः नास्ति. तत्र यकारस्य चिन्तनमेव नास्ति. यकारः अस्ति चेत् इडागमः न भवति. तदर्थमेव अत्र कर्मणि प्रयोगे पठ्यत् इति रूपम् अस्ति, न तु क्रियते किमपि. अत्र प्रयोगे यक् इति प्रत्ययः अस्ति, यकारादिः अस्ति, आर्धधातुकप्रत्ययः अस्ति, आगमः नास्ति. पठ्यते इति अस्ति, परन्तु लृट् लकारे पठ्यति इति तत् इडागमः अस्ति. अस्तु, अवगतं वा वीणा भगिनि? अहं न कन्विन्स्ड्. यकारः तत्र कुत्र अस्ति इति अहं न जानामि भगिनि. यकारः नास्ति, करपत्रे अस्ति भगिनि, ओल्ड् पुरातनमस्ति. अत्र ग्रन्थमध्ये पश्यतु, यकारः पूर्वं कदाचित् आसीत् तस्य परिष्करणं दातुं, तत्र दोषः ओके. पुरातनमस्ति भवतः करपत्रम्. अहमेव महोदयं सूचितवती अतः तत्र न स्यात् इति, अतः अहं स्मरामि. तत्र सूत्रं करपत्रे नूतनकरपत्रे यकार स्क्रीन् यकारः नास्ति अतः क्षम्यताम्. चिन्ता नास्ति, तर्हि अग्रे कर्तुं शक्नुमः. इदानीं धातोः स्वभावः इत्यत्र सूत्रमस्ति एकाच् उपदेशे केतकी भगिनी पठति वा? भगिनी अधुना अपि भवत्याः ध्वनिः किञ्चित् ब्रेक् करोति भगिनी. एवं वा? न जाने भगिनि, अत्र फ्री कान्फरेन्स् काल् मध्ये किमपि क्लेशः स्यात् अहं न जाने किमर्थम्. भगिनी रामनाथन् विलम्बेन आगच्छामि, अद्य ओन्लि श्रुतं श्रवणम् एव. ओ अस्तु महोदय, चिन्ता नास्ति. भगिनी पठतु. हा पठतु. एकाच उपदेशे अनुदात्तात् यः उपदेशित धातुः एकाच अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागामो न भवति. उपदेशे यो धातुरेकाच अनुदात्तश्च तथा अर्धधातुकस्य न यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातु एकाच. उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अनर्थभूतः औपदेशिकधातुः यथा पठं लिखं युपचष न तु अतिदेशिकधातुः यथा प्रेरणार्थक णिचि पाठे लेखि पाचि. एको च यस्मिन् स एका च बहुव्रीहिः तस्मात् एकाचः. एकाचः पञ्चम्यन्ताम् उपदेशे सप्तम्यन्तम् अनुदाता पञ्चम्यन्तं त्रिपदमिदं सूत्रम् रुत् ईद धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः नेरवशीकृति इत्यस्मात् न इच् इत्यनयोः अनुवृत्तिः अङ्गस्य इतस्य अधिकारः अनुवृत्तिसहितसूत्रम् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् इच्. भगिनी न चिन्ता नास्ति, शृणोतु. कः वदति अत्र? विजयलक्ष्मी भगिनी वदतु. अनुबन्धानाम् औपदेशिकधातुतः अनुबन्धानां प्रथमः कार्यं रिमूव् करणीयम्. इडागम इत् सम्यकः सर्वं निष्कासनानन्तरं यद् लौकिकधातु अस्ति तद्धातुमध्ये यदि केवलं स्वरः एकः एव भवति तस्य नाम भवति एकाच् इति. अच् वर्णः यदि एकमेव भवति तर्हि एकाच् इति तस्य नाम भवति. एकाच् धातुभ्यः यदि अनुदात्तः स्वरः भवति तर्हि तस्य कदापि इडागमः न भवति. तदेव खलु. अनन्तरं औपदेशिकधातुविहाय आतिदेशिकधातुः यत् अस्माकं वयम् अन्ये प्रत्ययानां योजयित्वा प्राप्नुमः यथा निच् योजयित्वा पाठी लेखी पाचि इति आतिदेशिकधातूनां कृते तु सर्वत्र अनेकाच् एव भवन्ति, तत्करणं तत्र तु इडागमः भवति एव, परन्तु औपदेशिकधातुभ्यां धातूनां यदि एकमेव अच् भवति तदपि अनुदात्तः अच् अस्ति तर्हि तत्र इडागमः न भवति, उदात्तः वा स्वरितः वा भवति चेत् इडागमः भवितुम् अर्हति. अत्र अनुवृत्तिसहितसूत्रम् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् इति रूपं, तत्र उपदेशे इत्युक्ते औपदेशिक धातु यः अस्ति तत् एकाचः इत्युक्ते एकः अचः यस्मिन् बहुव्रीहि समासः कृत्वा एकाच् इति रूपं प्राप्नुमः. एकाच् इति धातोः विशेषणम्. धातोः विशेषणं हा अस्तु. सूत्रमस्ति एकाच् उपदेशेनुदात्तात् इति सूत्रं. तत्र उपदेशेनुदात्तात् तत्र सन्धि का? भगिनि सन्धि कः तत्र? पूर्वरूप भगिनि केवलं पूर्वरूपसन्धिः वा? श्रूयते प्रथमं विसर्गः उकार आगच्छति, तदनन्तरं गुण भवति, तदनन्तरं पूर्वरूपं उत्तरपदस्य. अस्तु चिन्ता नास्ति. हा मम अर्थिः तु श्रूयते खलु? इदानीं श्रूयते. बहु समीचीनं भगिनि, अत्र भगिनि बहु समीचीनं, सम्यक्तया उक्तवती. इत्युक्ते अत्र उपदेशः योगः अनुदात्तात् इति अस्ति. उपदेशः इत्यत्र विसर्गात् पूर्वं करः अस्ति, अनुदात्तात् इत्यत्र अकारः अस्ति. अतः अतोरोर् अपित् अपिते इति एकं सूत्रमस्ति, अनेन सूत्रेण सन्धिः भवति. तत्र विसर्गस्य स्थाने उत्वम् उकारादेशः भवति. अतः उपदेशयोगः उकारः योगः अनुदात्तात्. इदानीम् उपदेश इत्यत्र अकारः अनन्तरम् उकारः, अतः गुणसन्धिः उपदेशे इति अकारः न अकारः योगः उकारः तत्र अकारः योगः उकारः ओकारः भवति. भगिनि अत्र उपदेशे तु सप्तम्यन्तमस्ति खलु? उपदेशः इति सप्तम्यन्तम् अस्ति, क्षम्यताम्, उपदेशे इति सप्तम्यन्तं न उपदेशः. उपदेशे योगः अनुदात्तात् इति अस्ति. अतः अत्र केवलं पूर्वरूपसन्धिः एव, केवलं पूर्वरूपसन्धिः, अत्र उपदेशः इति नास्ति. उपदेश इति सप्तम्यन्तं पदं, तत्र विसर्गः नास्ति. उपदेशे योगः अनुदात्तात् इति अत्र पूर्वरूपसन्धिः, केवलं पूर्वरूपसन्धिः. अतः उपदेशे अनुदात्तात् इति अस्ति. पूर्वरूपसन्धेः सूत्रं जानाति वा कोऽपि? समीचीनम्. तर्हि अत्र सूत्रं किं वदति इति चेत् एकाच् उपदेशेनुदात्तात् इति सूत्रं किं वदति इति चेत् उपदेशावस्थायां, यद्यपि अत्र उपदेशावस्थायाम् इति वदति, तथापि वयं जानीमः औपदेशिक अवस्थायां तु इत्संज्ञकवर्णानां लोपः भवति एव. अस्माकं प्रथमं कार्यं, यदि अत्र इत्संज्ञकवर्णानां लोपः न भवति तर्हि तानि सूत्राणि व्यर्थानि भवन्ति. अतः यद्यपि अत्र उपदेश औपदेशिकधातुः इति उक्तमस्ति, तथापि अस्माकं प्रथमं कार्यम् इत्संज्ञकवर्णः तदनन्तरं यः अवशिष्टः धातुः अस्ति सः धातुः एकाच् एकाच् इत्युक्ते यस्मिन् धातौ एकः एव स्वरः वर्तते एकाच् धातुः इति एकाच् इति बहुभिः समासः एकः अच् यस्मिन् सः एकाच् हि धातुः तादृशधातुः यस्मिन् एक एव अच् वर्तते सः एकाच् धातुः यस्मिन् धातौ अनेके अच् वर्णाः वर्तन्ते इत्युक्ते द्वौ वर्णौ अथवा अधिकाः वर्णाः सन्ति चेत् तत्र अनेकाच् इति वदामः एकः एव वर्णः अस्ति चेत् एकः स्वरः अस्ति चेत् एकाच् अनेके स्वराः सन्ति चेत् अनेकाच् तत्र तु धातुः एकाच् अस्ति अपि च सः अच् वर्णः कीदृशः इति चेत् अन्ततः यस्य अधोभागे रेखा वर्तते तादृश स्वरः अस्ति चेत् तादृशस्वरः तादृशधातुः अनेट् इति वदामः तस्मात् धातुः इडागमः न भवति इडागमः कस्य भवति प्रत्ययस्य न भवति अतः एव अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् इति चेत् उपदेशे इति सप्तमी अन्तःपदम् अस्ति अत्र सप्तमी तस्य अर्थः कः उपदेशे रमा भगिनी वदतु उपदेशे सप्तमी हा सप्तमी अस्ति सत्यं तदर्थः कः पुनः वदतु भगिनि उपदेशे इत्यस्य अर्थः अत्र सप्तमी इति अर्थः कः उपदेशे उपदेश औपदेशिकधातुः न पाणिना निर्दिष्टः धातुः सप्तमी इत्यस्य अर्थः कः उपदेश अवस्थायां निश्चयसप्तमी अस्ति अत्र पूर्वकार्यम् इति नास्ति पाणिनीयशास्त्रे पूर्वकार्यम् इति अवगच्छामः अत्र तु सप्तमी इत्यस्य सप्तमी अस्ति उपदेश अवस्थायाम् इति अर्थः उपदेशावस्थायाम् एकाचः अनुदात्तात् धातोः अत्र त्रीणि पदानि सन्ति अङ्गात् इति चत्वारि पदानि सन्ति एकाचः अनुदात्तात् धातोः अङ्गात् अत्र विभक्तिः विनय महोदय वदति वा भगिनी ऐ थिङ्क् योर् वाय्स् इस् फेडेड् बेण्ड्विड्त् इश्यूस् देर् प्रयत्नं करोमि श्रूयते भगिनि ओन्लि योर्स् इस् बेड् न श्रूयते वा सम्यक् अस्ति अस्तु पश्यामः न जाने किमर्थम् अस्ति अद्य अस्तु तर्हि अतः चत्वारि पदानि सन्ति खलु एकाचः दातात् धातोः अङ्गात् इति वदतु एतेषां पदानां विभक्तिः का विनय महोदय अनुदात्तात् अङ्गात् पञ्चमी विभक्ति भगिनि पञ्चमी विभक्तिः इत्युक्ते व्याकरणसन्दर्भे व्याकरणे एव खलु व्याकरणे पञ्चमी विभक्ति परमस्ति अहं न जानामि न भवान् जानाति एव अत्र अस्माकं प्रथमपटः आसीत् खलु पाणिनीयसूत्रं कथं पठनीयं पञ्चमीविभक्तेः अर्थः कः परम् इति उक्तम् इति वदतु ललिता भगिनी वदतु परकार्यम् अस्ति सत्यम् अत्र पञ्चमी इत्यनेन परकार्यम् अङ्गात् परं किमपि कार्यं भवति अथवा न भवति प्रत्ययः अस्ति अतः अङ्गात् परं किमपि कार्यं न भवति कीदृशकार्यं किं न भवति यागमः न भवति इत्येव अर्थः अस्ति अत्र एकाचः अनुधात् धातोः अङ्गा इति चत्वारि पदानि सन्ति अत्र विशेष्यं किं विशेषणं किं वदतु महोदय विनय महोदय सामान्यतया अङ्गात् विशेष्य अस्ति तर्हि अनुदात्तात् विशेषणम् अस्ति अहं केवलं चिन्तयामि परन्तु एकक्षण अङ्गात् कर्तुपरान्तः यदि धातुः अनुदात्तः अपि च एकाच अस्ति तर्हि न इट अतः अनिट धातुः अस्ति समीचीनं तर्हि अङ्गात् इति विशेष्यमस्ति कीदृश अङ्गम् इति चेत् धातुरूपि अङ्गं पुनः कीदृशः इति चेत् अनुधात्तात् यस्मिन् धातौ अनुदात्तः अस्ति पुनः कीदृशधातुः इति चेत् एकाच् एकाच् धातुः एकाच् धातुरूपि एकाच् अनुधातधातुरूपि अङ्गम् इति वक्तुं शक्यते तादृश अङ्गात् यागमः न भवति इति सूत्रार्थः अस्ति तर्हि इडागमः कुत्र भवति इति वयं निमः मार्गदातुकस्य एड्वलादेः इति सूत्रमस्ति तस्य निषेधकसूत्रमस्ति नेड्वशीकृति इति तत्र धातोः स्वभावः कथम् इति अस्मिन् सूत्रे उच्यते तर्हि आतिदेशिकधातुः यः धातुः औदेशिकधातुः नास्ति सः धातुः अतिदेशिकधातुः अतिदेशिकधातुः इत्युक्ते धातुतः यदा प्रत्ययः विद्यते इदानीं यत् रूपं निष्पन्नं भवति तद्रूपम् अतिदेशिकधातुः इति वदामः धातुतः सनादिप्रत्ययाः सन्ति द्वादशसनादिप्रत्ययाः सन्ति तेषु अन्यतमः विद्यते यदा प्रपट् इति धातुतः निच् प्रत्ययः विद्यते चेत् अति धातुः सः धातुः अतिदेशिकधातुः पट् इति लौक पट् इति औपदेशिकधातुः पट् धातुतः निच् प्रत्ययः विधीयते चेत् फाटि धातुः अतिदेशधातुः अस्ति तर्हि पाटि इति धातुः पाटि इति धातुः अनेकाच् अस्ति अत्र पाटि इति धातुः अनेकाच् धातु हा स्वरद्वयं वर्तते अतः अनेकाच् अस्ति अनेकाच् अस्ति इति कृत्वा सूत्रस्य सूत्रस्य प्रसक्तिः नास्ति एकाच् उपदेशात् इति सूत्रस्य प्रसक्तिः नास्ति अतः यत्र यत्र अनेकाच् धातवः सन्ति तत्र सर्वत्र ते धातवः सेतः इति विषयः अस्ति अतः धातुतः यदा अनादिप्रत्ययः विधीयते तदानीम् अतिदेशिकधातुं प्राप्नुमः तादृशधातुः अनेकाच् भवति अतः तादृशधातुः सेत् भवति चिन्तनस्य आवश्यकता एव अस्तु तर्हि औपदेशिकधातुविषये एव चिन्तनीयं सेत्वा नेत्वा इति आतिदेशिकधातुविषये चिन्तनस्य आवश्यकता नास्ति धातुः तु तदनन्तरं प्रत्ययस्य विषये एव चिन्त्य अस्तु भगिनि एक सन्देहः भगिनि, इति सूत्रं यद् एकाच उपदेशे अनुदात्तात् इति संज्ञासूत्रं न भगिनि? संज्ञासूत्रं नास्ति, ओ विधिसूत्रमस्ति. इडागम न भवति इति तु न दत्तं सूत्रे भगिनि, तदेव अस्ति खलु अनुवृत्तिसहितसूत्रं तु आयाति, किन्तु सेट् इति पदं तु सूत्रे नास्ति, किन्तु व्यवहारे सेट् व्यवहारे सेट् परिभाषा अस्ति अत्र. सेट् इति सूत्रे नास्ति, सूत्रे कुत्रापि सेट् इति न उक्तम्. अस्माकं व्यवहारार्थं सेट् इति वदामः, परन्तु धातौ इडागमः न भवति इत्येव सूत्रार्थः. तत्र प्रथमवाक्ये पश्यति चेत् यः उपदेशिकधातुः एकाच् अपि अनुदातः अपि अस्ति, तस्मात् विहिति प्रत्ययस्य इडागमो न भवति, तर्हि निषेधकत्रम् अस्ति. सेट् भगिनि व्यवहारार्थम् इत्युक्ते ते अनिट् अस्ति, सेट् इडागम न भवति चेत् अनिट् अस्ति. हा, तदेव तत्र सेट् अनिट् इति व्यवहारः, सेट् अनिट् इति व्यवहारः व्यवहारमस्ति. यत् वदामः व्यवहारार्थमस्ति, परन्तु सूत्रेषु तत्र सेट् इति प्रयोगः नास्ति, अनिट् इति प्रयोगः नास्ति. तत्र नैट् इति अस्ति, अनिट् इति वक्तुं शक्यते. समासकार्यं न कृतवान्, न नेड् इति सन्धिकार्यं कृतवान्. अस्तु, अग्रे सरेम, वसन्ती भगिनी पठतु. अस्तु, अत्र यद्यपि उपदेशे इत्यनेन मूलधातुः इत्युक्तं, परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. यथा दुक्रुञ्च् इति धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति, अतः तस्य गणनं न भवति. दुक्रुञ्च् एकाच् अस्ति. ओके, उपदेशे इति औपदेशिकधातु, दट् इस् मूलधातुः. मूलधातुः एकाच् इत्यस्ति कृते. ओके, औपदेशिकधातु इत्संज्ञा लोपः अनन्तरम् अवशिष्ट स्वरः एक स्वरः अस्ति इति एकाच् धातु इति उक्तं. यथा डुक्रुञ्च् औपदेशिकधातु इति धातोः उकारः अपि ऋकारः अस्ति. ञकारः हलन्त्यम् इति सूत्रेण लोपः, आदिर् ञटूडवः शृणोत् इति लोपः. सो अवशिष्टवर्णः क्रु इति, सो ऊ इति एकस्वरः अस्ति, अतः डुक्रुञ्च् एकाच् धातुः. समीचीनं भगिनि. इत्युक्ते अत्र यद्यपि सूत्रे उपदेशे इति उक्तमस्ति, परन्तु पश्यति चेत् अत्र अनुदात्तात् इति उक्तमस्ति, न तु अनुदात्तेत् खलु. अत्र सूत्रे पूर्वं यत् सूत्रम् अस्माभिः पठितम् अनुदात्तनित आत्मनेपदम् इति सूत्रे, तत्र तु अनुदात्तेत् आसीत्, स्वरः अनुदात्तेत् अस्ति चेत् धातुः आत्मनेपदी इति उक्तं, परन्तु अत्र अनुधात्ते नास्ति, केवलम् अनुधात्तः. अनेन एव ज्ञायते अत्र इत्यन्यकस्य विषयः नास्ति. अनुदात्तस्वरः इत्यनेन यः स्वरः अवशिष्टः ज्ञायते. अत्र उपदेशे इत्यनेन मूलधातुः इति उक्तमस्ति, उपदेश अवस्थायाम् इति उक्तमस्ति. परन्तु एकाच् इत्यस्य गणनार्थम् अत्र अनुबन्धवनानां लोपानन्तरम् एव वयं पश्यामः, वर्षिः स्वरः अनुदात्तः अस्ति वा, स्वरितः अस्ति वा, उदात्तः अस्ति वा इति दृष्ट्वा वयं जानीमः धातुः सेट् वा इति. अनुदात्तः अवशिष्टः स्वरः अनुदात्तः अस्ति तर्हि धातुः अनिट् भवति. तत्र डुक्रे इति धातुः पश्यामः चेत् प्रथमः अत्र अनुबन्धसहितं पश्यामः चेत् तत्र डु इत्यस्य उकारः अपि अस्ति स्वरः, ककार उत्तरवर्ति ऋकारः अपि स्वरः अस्ति. तर्हि एकाचि इति वक्तुं न शक्यते, अतः सूत्रस्य प्रसक्तिः नास्ति इति वयं चेतुं शक्नुमः. परन्तु अत्र इत्यन्यकवर्णानां लोपानन्तरम् एव वयं पश्यामः. किमर्थमिति चेत्, अपि च अन्यः विषयः कः इति चेत्, प्रायेण सर्वे औपदेशिकधातवः एकाचः एव. अत्र केवलं केचन धातवः एव अनेकाचः, यथा दरिद्रा, जागृ, अनन्तरम् इति तादृशपरिगणितधातवः एव अनेकाचः सन्ति. अन्ये सर्वे धातवः एकाचः एव. अतः प्रथमतया इत्यनेकवर्णानां लोपः भवति, तदनन्तरम् अवशिष्टः स्वरः अनुदात्तः वा न वा इति दृष्ट्वा वयं जानीमः धातुः श्रेत्वा. अतः अपि कृ इत्यत्र ञकारस्य इत्संज्ञा अस्ति, दु इति समुदायस्य इत्संज्ञा अस्ति, अतः कृ इति अवशिष्यते. अधुना कृ इत्यस्य हरः अस्ति, सः कीदृशः इति दृष्ट्वा वयं पश्यामः. अत्र कृ इति एका अस्ति, अधुना इत्यन्यकवर्णानां लोपानं कृ इति एका च अस्ति. अस्तु तर्हि महोदय पठतु. राहुल् महोदय पठतु. इडागमनिषेधकं सूत्रम् इदम्. अनेन इडागमः तदा निषिध्यते यदा धातुः एकाचपि स्यात् अनुदात्तः अपि स्यात्. अनेन ज्ञायते यत् अनेकाचः धातवः सर्वे सेटः भवन्ति. अस्माकं परिचितेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति. सनन्तादिषु आतिदेशिकधातुषु अनेकाचः धातवः भावः, परन्तु ते उपदेशे नान्तर्भूताः. उपदेशे केचन एव, यथा दरिद्रा धातु अनेकाच्. ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेतः, यतः अनुदात्तात् धातोः एव बलादि आर्धधातुकप्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम्. तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति ते अनिटः, अन्ये अपि सर्वे सेटः भवन्ति. अत्र निषेधकं सूत्रम् इदम् एकम् इति उक्तम्. इत्युक्ते उपदेशे एकाचः अनुदात्तः यः धातुः अस्ति सः अनिट् भवति. एतान् विहाय भिन्न सर्वे सेट् भवन्ति इति. अतः इत्युक्ते अनेकाचः धातवः ये सन्ति ते सर्वे सेटः भवन्ति. उदाहरणार्थम् अत्र दरिद्रा धातु इति स्वीकृतम्, एषः अनेकाच् अस्ति अतः एषः सेट् अस्ति. एवमेव ये धातवः एकाचः सन्ति तेषु ये उदात्तः वा स्वरितः भवन्ति, इत्युक्ते अनुदात्तः विहाय, ते सर्वे अपि सेट् भवन्ति. एतदेव अत्र सूक्ष्मतया उक्तमस्ति. समीचीनं महोदय, सम्यक् अस्ति. इत्युक्ते धातुः औपदेशिकधातुः आतिदेशिकधातुः इति भागद्वयम् अस्ति. आतिदेशिकधातुः सर्वे यतोहि ते सर्वे अनेकाचः, अतः आदेशः धातुः अस्ति चेत् क्लेशः एव नास्ति. अत्र सर्वे धातवः सेटः. इदानीम् औपदेशिकधातूनाम् एव चिह्नम्. औपदेशिकधातूनां चिह्नं यदा वयं कुर्मः तदानीम् औपदेशिकधातवः प्रायेण सर्वे एकाचः केवलं केचन परिगणिताः एव एकाचः उक्तवती दरिद्रा जागृ चकास्तयः केचन परिगणिताः एव अनेकाचः अन्ये सर्वे एकाचः अतः तेभ्यः यदा प्रत्ययः विधीयते तदानीं तादृश एका धातुः अस्य अवशिष्टः स्वरः कीदृशः इति ज्ञात्वा इति दृष्ट्वा वयं ज्ञातुं शक्नुमः धातुः सेत् वा अनेक वा इति अवगतं खलु दशमः सर्वे सेट् एव भवन्ति खलु सत्यं दशमगणे हा सत्यं समीचीनं भगिनि चुरादिगणे धातुः णिच् प्रत्ययः विद्यते सर्वत्र णिच् प्रत्ययः विद्यते तर्हि यत्र णिच् प्रत्ययः विधीयते सः धातुः सेट् यतोहि अनेकाच् भवति परन्तु चुरादिगणे अपि सर्वत्र विद्यते इति कुत्रचित् विकल्पेन विधीयते केषाञ्चित् धातूनां विकल्पेन विधीयते यत्र निष्प्रत्ययः विधीयते तादृशः एकाचेव अस्तु विजयलक्ष्मीभगिनी किन्तु चुरादिगणे सर्वे आत्रेषु दातवः सन्ति खलु अतः सर्वदा चुरादिगणे सर्वे दातवः आत्रेषिकदातवः इति नास्ति चुरादिगणे प्रायेण सर्वत्र निष्पत्तिः विधीयते परन्तु कुत्रचित् विकल्पेन विधीयते अतः यस्मिन् पक्षे न विधीयते तस्मिन् पक्षे अनेकाच् नास्ति अस्तु धन्यवादः तर्हि अवशिष्टः स्वरः अनातः अस्ति चेत् धातुः सेट् अवशिष्टः स्वरः स्वरितः अथवा उदात्तः चेत् धातुः सेट् तावत्पर्यन्तम् अवगतं खलु कोऽपि प्रश्नः वा प्रश्नः अस्ति विकरणप्रत्ययप्रसङ्गम् अत्र अस्ति वा विकरणप्रत्ययः विकरणस्य प्रसङ्गः अपि भवति अत्र विकरणप्रत्ययः अर्धधातुकप्रत्ययः अस्ति विकरणप्रत्ययः तदपि यदस्य इति प्रत्ययः लिट् लकारे विकरणप्रत्ययः स्य इति अस्ति पठिष्यति भविष्यति इति स्य इति प्रत्ययः विकरणप्रत्ययः अस्ति लकारणीतिकविकरणप्रत्ययः तादृशप्रत्ययः अलादिः अस्ति अतः अलादिः अस्ति इति कृत्वा प्रत्ययः इडानुकूलः अस्ति धातुः अपि इडानुकूलः अस्ति चेत् इडागः भवति यत्र पठिष्यति भविष्यति इत्यादीनि रूपाणि धन्यवादः अस्तु भवानेव निष्कर्षत्वेन क्षम्यताम् निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच् धातुषु अनुदात्ताः अनिटः उदात्ताः स्वरितः च सेतः इति अग्रे पठामः दिस् अग्रे पठतु अग्रे पठतु आर्धधातुकस्येङ् वलादेः नेङ् वशीकृति इति सूत्राभ्यां नेङ् इति नास्ति महोदय नेड् नेड् वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते थिङ् प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इडागमानुकूलः कृत् प्रत्ययः वलादिः अवाशिदिः चेत् अवशादिः चेत् अयं प्रत्ययः इडागाम् अनुकूलः धातुः यः कोऽपि भवतु नाम प्रत्ययः इडागम अनुकूलः अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव तदा एका च उपदेशे अनुदात्तात् इति सूत्रं धातोः वर्णनं करोति. अनेन सूत्रेण वलाद्यार्धधातुकप्रत्यया अनुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः तत्र इडागमो निषिध्यते. प्रयत्नं करोमि. प्रथम पेराग्राफ् निष्कर्षत्वेन एका च उदात्तः स्वरितः चेत् सेतः भवति. सो दिस् इस् लैक् एन् इम्प्लिकेशन् अड्वैस् ए प्रसङ्गः इति निष्कर्षत्वेन अपि अग्रे क्षम्यताम् अवगतं किञ्चित् सम्यक् नास्ति. मीना भगिनी वदतु. मीना भगिनी अत्र आर्धदात्मकसेद्बलादेः अपि च नेद्वशीकृति वर्णनं अभवत्. तत्र आर्धदात्मकः अपि च बलादि अपि च चेत् इद अनुकूलः भवति प्रथमसूत्रं. तदनन्तरं नेद्वशीकृति इति वशादि वशादिः चेत् वशादिः चेत् इद् अनुकूलः न भवति. कीदृशप्रत्ययः प्रथमतया इद् अनुकूलः कीदृशप्रत्ययः प्रथमतया तिङ् प्रत्ययः आर्धधातुकः अपि वलादिः इद् अनुकूलः. तदनन्तरं कृत् कृत् प्रत्ययः वशादि भवति चेत् तत्र इद् अनुकूलः न भवति. प्रत्ययः एक अनन्तरं आर्धधातुकविद्विलादेः अपि च ने वशीकृति प्रत्ययः एव इद् अनुकूलं भवति वा न भवति इति वदति. तदनन्तरं धातोः स्वभावः एव ज्ञातव्यं. तत्र धातोः स्वभावः एकाचः भवति अनुदात्त अनुदात्त भवति चेत् न इद् अनुकूलः न भवति. यत्र एकाचः औपदेशदातुः अनुदात्ते भवति चेत् ईडागमः न भवति. उदाहरणं कृतं अनुबन्ध निष्कान्तरपरम् एव दुकृंस्करणे इति दातौ अनुदात्तः एव एकाचः इत्युक्ते अनुबन्ध निष्कान्तरं निष्कान्तर अनन्तरं दुकृञ् करणे इति धातौ कृ कृ एकाच् अस्ति. यतोपि उकारः ऋकारः स्वरः स्वरः द्वयम् अस्ति ये डु लोका लोपान्तरम् अनुबन्धलोपान्तरं कृ एव अवशिष्यते तस्मात् एकाच् अस्ति तस्मात् एक कृ धातुः एकाचः इति एकाचः उपदेशे इदागमः न भवति प्रसक्तिः न भवति तावदेव भवति भगिनि हा तावदेव परिच्छेदमपि उक्तवती अत्र अस्मिन् परिच्छेदे पश्यामः चेत् प्रत्ययः तु द्विविधः अस्ति धातुभ्यः विद्यमानः प्रत्ययः द्विविधः तिङ् प्रत्ययः कृत् प्रत्ययः खलु तिङ् प्रत्ययेन वयं जानीमः ते प्रत्ययः सार्वधातुकाः भवन्ति केवलं लिट् लकारे आशीर्लिङ्ग् लकारे प्रत्ययः अर्धधातुकः यत्र प्रत्ययः अर्धधातुकः भवति तिङ् प्रत्ययः तत्रापि इडागमस्य प्रसक्तिः भवितुम् अर्हति यदा तिङ् प्रत्ययः वलादिः अस्ति वलादिङ् प्रत्ययः अस्ति चेत् तस्य इडागमः इडानुकूलः वर्तते तदनन्तरं कृत् प्रत्ययस्य चिन्तयामः चेत् धातुभ्यः विद्यमानः प्रत्ययः यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः कृत् प्रत्ययः वलादिः अस्ति परन्तु अवशादिः तत्र वश् प्रत्याहारस्य वर्णः नास्ति चेत् कृत् प्रत्ययः इडानुकूलः भवति इदानीं प्रत्ययस्य विषये चिन्तनं जातं तदनन्तरम् अत्र धातोः स्वभावः कः इति द्रष्टव्यं यथा पूर्वस्मिन् परिच्छेदे अस्माभिः दृष्टम् यत्र औपदेशिकधातुः एकाच अस्ति चेत् अपि च तस्मिन् धातोः स्वरः अनुदातः अस्ति चेत् धातुः अनेट् अतः तस्मात् धातुतः इडागमः न भवति परन्तु एकाच धातौ यः अवशिष्टः स्वरः दातः अथवा स्वरितः अस्ति सः धातुः सेट् तस्मात् धातुतः इडानुकूलः प्रत्ययः वर्तते चेत् इडागमः भवति इति अत्र सारांशः अस्ति अवगतं खलु भगिनी स्पष्टीकरणार्थं तदा तु प्रथमतया धातु सेट् इति एव द्रष्टव्यं खलु एकाच् एकाच् धातु एव वा इति द्रष्टव्यं तदपि अनुदातः वा इति द्रष्टव्यं तद् भवेत् चेत् निश्चयेन तत् सेट् न अनिट् भविष्यति खलु अनन्तरं हा अनन्तरं इदानीं तावदेव इडागमस्य चिन्तनमेव प्रत्ययः ईदृशः अपि भवितुम् अस्ति परन्तु इडागमस्य चिन्तनस्य आवश्यकता धातुः अनित् अतः पर्याप्तं न इदानीं एतत् धातुः तु अनित् एव तु चिन्तनं नास्ति अनन्तरं चिन्तनं नास्ति इदानीं तत्र सेट् अस्ति प्रत्ययः अर्थधातुकस्य तत् अनुकूलं नास्ति चेत् इडागमः न भवति इडानुकूलता नास्ति इदानीं धातुः सेट् अस्ति भूधातुः अत्र भूधातुः अस्ति भूधातुः कर्मणि प्रयोगे इति प्रत्ययः विद्यते यत् इति प्रत्ययः आधातुकप्रत्ययः अस्ति परन्तु वलादिः नास्ति यद्यपि धातुः सेट् अस्ति परन्तु प्रत्ययः वलादिः नास्ति अतः इडानुकूलता नास्ति अतः भूय इति रूपम् अस्ति इडागमः न भवति अस्तु अस्तु अस्तु धन्यवादः भगिनि भवती अग्रे पठतु अवशादिः इत्युक्ते न वशादिः नै नै समसः अवशादि न वशादि इत्युक्ते अवशादिः अत्र नै बहुभिः समासः अस्ति अवशादिः इति प्रत्ययस्य विशेषणमस्ति महोदय एक प्रश्नः पूर्वस्मिन् पाठे अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिटः इति उक्तमेव तर्हि किमर्थम् अद्य वयं एकाच इत्यस्य पठनं कुर्मः तस्य आवश्यकता एव नास्ति खलु न वदतु धातुः पूर्वस्मिन् पाठे वयं यः स्वर अवशिष्टः स्वरः धातोः यः अवशिष्टः स्वरः अनुदात्तः अस्ति चेत् तावत् पर्याप्तं सः अनिट् धातु इति वक् इति बोधनार्थम् अधुना अद्य वयं पुनः एका च उपदेशे अनुदात्तात् इति पुनः पठामः खलु तत्रापि अनुदात्तः एकात् भवेत् इति एव अस्ति यदि धातोः मध्ये एकपि स्वरः अनुदात्तः अस्ति चेत् तत् पर्याप्तं खलु तत् पर्याप्तं नास्ति धातुः अनेकाच् इति चिन्तयतु अनेका धातोः मध्ये अनुदात्तस्वरः अस्ति चेदपि धातुः अनित् नास्ति इदानीं कृ इति धातुः कृ इति औपदेशिकधातुः अनित् इति वयं यतोहि तत्र ऋकारः अनुदात्तः अस्ति कृ इत्यस्मिन् परन्तु यदा कृ धातु प्रत्ययं कुर्मः तर्हि कारी इति नूतनधातुः अस्ति कारी तर्हि कारी इति धातुः यद्यपि तत्र अनुदात्तस्वरः अस्ति तथापि धातुः सेट् एव यतोहि एकाच् नास्ति अस्तु अतः सूत्रस्य आवश्यकता अस्ति नितराम् अस्ति अस्तु धन्यवादः लक्ष्मी भगिनी पठतु आं भगिनि यथा डुक्रि धातुः अयं धातुः एकाच् अपि अस्ति अनुदातः अपि अस्ति तदा तुमुन् प्रत्ययः तुमुन् आर्थधातुकप्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति अतः आर्थधातुकप्रत्ययः तिंषित् सार्वधातुकम् आर्थधातुकं शेषः इति सूत्रेण वलादिः अवशादिः अपि अस्ति अतः आर्थधातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति किन्तु डुक्रिङ् एकाच् अनुदातः अतः एकाचः उपदेशे अनुदात्तात् इति सूत्रम् इडागमः निषेधयति तदर्थं कर्तुम् इति रूपं भवति न तु करितुं तदेव अत्र उक्तम् इदानीम् उदाहरणार्थं डुक्रिङ् धातुः इति स्वीकरोति चेत् तत् सः धातुः एकाच् अपि अस्ति अनुदातः अपि अस्ति तदर्थम् अनिट् इति व्यक्तम् इदानीं तुमुन् प्रत्ययः योजयते चेत् तुमुन् प्रत्ययः तु आर्थधातुकप्रत्ययः तदर्थम् आर्थधातुकस्य इड् वलादेः इति सूत्रेण तस्य इड् आगमः भवति आर्थधातुकप्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तिङ्षित् सार्वधातुकम् इति सूत्रेण आर्थधातुकं शेषः इति सूत्रमपि तस्मिन् तत्र भवति इदानीम् आर्थधातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्रसक्तिः तु अस्ति प्राप्तिः तु अस्ति किन्तु करितुम् इति रूपं न भवति किमर्थम् इति चेत् एकाच उपदेशे अनुदात्तात् इति सूत्रेण डुक्रिङ् धातुः अनुदात्तः एकाचः अपि तदर्थं कर्तुम् इति रूपं भवति न करितुम् सर्वेषां कृते स्पष्टं खलु प्रश्नः वा अस्तु अग्रे गीता भगिनी पठतु पठामि भगिनि उदाहरणम् अधुना एकवारं समग्रं चिन्तनं क्रियताम् निष्विदाम् इति धातुः इयं धातुः दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्यते अपि च कथं निरनुबन्धधातुः साध्येत निष्विदा अनुदात्तस्वरस्य आकारस्य इत् संज्ञा अतः धातुः अनुदात्तेत् अतः अनुदात्तनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदि निष्विदा आदिनिटुडवः इत्यनेन नि इत्यस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपश्च श्विदा आकारः अनुनासिकः अतः उपदेशे जनुनासिक इत् इत्यनेन तस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च। श्विद अविशिष्टे धातौ प्रथमवर्णः इकारः किल, न अत्र अस्माकं भ्रान्तिः न भवेत्, विन्यासः न न अत्र अस्माकं भ्रान्तिः न भवेत्, विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली। वस्तुतः आदिवर्णः शकारः, तर्हि धात्वादेः शः सः इत्यनेन शकारस्य स्थाने सकारः सकारः। श्विद् इति निरनुबन्धधातुः, स्विद् इति धातौ अवशिष्टस्वरः इकारः, स च इकारः उदात्तः यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति। अयं धातुः एका च अपि अस्ति, एका च उपदेशे अनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेट्। अत्र उदाहरणम् अस्ति, धातुः अस्ति निष्विदा इति, निष्विदा अत्र आकारस्य इत्संज्ञा भवति, अतः अनुदात्त अपि अस्ति, इत्संज्ञा भूत्वा अनुदातेत् भवति, अनुदातेत् अतः अनुदातनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी भवति। केन सूत्रेण अपि वदतु भगिनि? अनुदातयित आत्मनेपदम् इत्यनेन सूत्रेण इत्संज्ञा आत्मनेपदी इति आकारस्य इत्संज्ञा इति उक्तं भवति, सम्यक्तया उक्तं, केन सूत्रेण इत्संज्ञा भवति? स्वरवर्णस्य इत्संज्ञा केन सूत्रेण भवति? उपदेशे जननासिक अत्र उपदेशे जननासिक इत्यनेन एव अनुदात्तस्वरस्य इत्संज्ञा अस्ति। अस्तु, तर्हि तत्र अनुदात्त इत्यनेन किं ज्ञायते? लोपः भवति, तस्य लोपः इति सूत्रेण लोपः भवति। तदनन्तरं अनुदात्ते इति इत्युक्ते अनुदात्तः अस्ति, इत् अपि अस्ति, सो अनुदात्ते इति वक्तम्। तदनन्तरं अनुदात्तेत् इति भवति, तदनन्तरं इत्स इत् भूत्वा श्विद अनुदात्तेत् इति किं ज्ञायते? धातुः कीदृशः इति ज्ञायते? आत्मनेपदी इति, आत्मनेपदी इति ज्ञायते। हा, अनुदातनित आत्मनेपदमिति सूत्रेण धातु अनुदाते इति कृत्वा आत्मनेपदी धातुः पदव्यवस्था भवति, आत्मनेपदी। अस्तु, तदनन्तरं आदिनिटुडव इत्यनेन सूत्रेण नी लोपः इत्संज्ञा भवति, तस्य लोपः भूत्वा निक्ष्विदा इति आक् भवति। अत्र श्विदा आकारः अनुनासिकः, पुनः उक्तमस्ति प्रथमसोपाने एव तस्य विषये उक्तमस्ति, पुनः उक्तमस्ति। अविशिष्टम् अस्ति श्विद् इति, श्विद् श्विद् पदे पदः नास्ति, धातौ प्रथमवर्णः इकारः अस्ति, प्रथमवर्णः इकारः अस्ति अश्विद् धातौ। कः वर्णः प्रथमवर्णः? श अस्ति। हा, श अस्ति, तर्हि तत्र इत्यनेन भ्रमः भवति, किन्तु धात्वादेः शः श अस्ति, धात्वादेः शः सः इत्यनेन शकारस्य स्थाने सकारः भूत्वा स्विद् इति भवति. स्विद् इति धातौ अवशिष्टस्वरः इकारः. स्विद् अवशिष्टस्वरः इत्युक्ते स्विद् इति धातु अवशिष्टस्वरः इकारः इत्युक्ते किं भगिनि? अवशिष्टस्वरः इकारः सः कीदृशः? स्विद् इति धातुः इकारः एव अवशिष्टः अस्ति खलु. अवशिष्ट रिमेनिङ्ग् स्वर, रिमेनिङ्ग् स्वर इस् इकार. कीदृशः? तत्र चिह्नं किमपि नास्ति. हलन्त्यम् इति सूत्रेण दकारस्य न न न न न भवति. न न न हलन्त्य इत्यस्य कार्यम् अस्ति अत्र. दकारः अन्तिमवर्णः नास्ति. औपदेशिकधातौ अन्ते हल् वर्णः अस्ति चेदेव हलन्त्यम्. हलन्त्यमित्यस्य कार्यं नास्ति. अत्र किञ्चित् भ्रमः अस्ति भवता. अत्र स्विद् इति धातुः एव अत्र निरनुबन्धधातुः स्विद् इति अस्ति. तत्र स्वर इकारः अवशिष्टः. तस्य इकारस्य चिह्नं किमपi नास्ति. उदात्तः नास्ति, अनुदात्तः नास्ति, न स्वरितः नास्ति, अनुदात्तः नास्ति, उदात्तः अस्ति. चिह्नं नास्ति इति कृत्वा उदात्तः अस्ति. उदात्तः अस्ति इति कृत्वा हा धातुः स्थे. अवगतं वा भगिनि? अस्तु स्वीट् अस्तु. अनुदात्तः भवति. अयं धातु एकाच अपि अस्ति. एकाच उपदेशेनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेट् भवति. अस्तु भगिनि. अवगतं खलु. तत् क्रमः कः इति चेत् धातुः सेट् वा नेट् वा इति रक्षणार्थं क्रमः कः इति चेत् प्रथमतया इत्सङ्गवर्णानां लोपः भवति. तदनन्तरं यः अवशिष्टः धातुः अस्ति तस्मिन् स्वरः अस्ति, कीदृशः अनुदात्तः वा स्वरितः वा उदात्तः वा इति दृष्ट्वा वयं निर्णयं कुर्मः धातुः सेट् वा नेट् वा इति. अस्तु अस्तु. गीताञ्जलि भगिनी पुनः वदतु अत्र सारूपेण कः कार्यं किम्. आं भगिनि, वदामि भगिनि, निष्विदा इति औपदेशिकरूपम् अस्ति धातोः रूपं. प्रथमतया तु दा इति उपदेशिक जनुनासिक इति सूत्रेण अन्तिम अनुनासिक आकार इति संज्ञा भवति, तस्य लोपः. किन्तु तस्य अधोभागे एकं चिह्नम् अस्ति, तत् चिह्नं अनुदात्त इति सूचयति. अनुदात्त अनुदात्त अस्ति चेत् अनुदात्त ञित आत्मने पदम् इति सूत्रेण वयं जानीमः धातु आत्मनेपदि धातु अस्ति. तदनन्तरम् आदिर्ण्युटुडवः सूत्रं कार्यं करोति. तस्य सूत्रेण ञी आदौ अस्ति चेत् तत् इति संज्ञा भवति, तस्य लोपः भवति. अनन्तरं श्विद श्विद् श्विद् इति अवशिष्यते. श्विद् तु धात्वादेः शः सः सूत्रेण आदौ शकार सकार भवति इत्युक्ते स्विद् आयाति. अधुना स्विद् तु एकाच् अस्ति इत्युक्ते एकमेव अच् वर्णः इति रूपस्य तिष्ठति. तत् तु किमपि चिह्नं न अस्ति चेत् उदात् अस्ति. अपि च आदौ सकार अस्ति. सकार तु वल् प्रत्याहारस्य वर्णः अस्ति न भगिनि? तदनन्तरं निरीक्षणम् अत्र किमर्थं वल् प्रत्याहारस्य चिन्तनं करोति भवती? एक सूत्रं तु ओ यदि वयं किमपि प्रत्यय न योजयामश्चेत् वल् इति विषय आयाति नास्ति न भगिनि? धातोः वल् इत्यस्य चिन्तनं नास्ति. एतावता सम्यक् एव उक्तवती. अस्तु अस्तु. स्विद् इति लौकिकधातुः, तत्र स्विद् इति धातुः एकाच् अस्ति. तत्र एकः स्वरः अस्ति इकारः, सः कीदृशः इति चेत् उदात्तः अस्ति, किमपि चिह्नम् अस्ति, अतः उदात्तः अस्ति. अतः स्विद् इति धातुः सेट् अस्ति. अवगतं खलु? अस्तु अस्तु. तद् मम भ्रम, यदि किमपि प्रत्यय एव नास्ति तदनन्तरम् अङ्ग तु संज्ञा एव न सत्यं. भगिनि औपदेशिक धातुरूपे अनुदाते अस्ति, एकाच् उपदेश अनुदात् अस्ति चेत् इडागमस्य निषेधः अस्ति न? तत्र आकारः यः आकारः अनुदातः अस्ति सः इत्संज्ञकः अस्ति, तत् लोपः भवति. तस्य लोपानन्तरं धातुः अवशिष्टः इदानीं स्विद् इति एव धातुः धातुं स्वीकृत्य पश्यामः. इत्संज्ञकवर्णानां लोपानन्तरं किम् अवशिष्यते? स्विद् इति अवशिष्यते. तस्मिन् धातौ अनुदात्तः अस्ति वा? यतोहि सूत्रे पश्यति चेत् एकाच् उपदेशे इत्येव अस्ति, अनुदात्तेत् इति नास्ति. अनुदात्तेत् इति नास्ति, तत्र अनुदात्तात् इति अस्ति. तर्हि अनुदात्तस्वरः इति तदेव, इत्संज्ञकस्वरस्य अनुदात्तत्वम् इति किमपि नास्ति. पुनः एकवारं वदतु, अनुदातात् अर्थात् अनुदात्ते इति वदामः चेत् अनुदात्तस्वरस्य इत्संज्ञा इति यः अनुदात्यः स्वरः अनुदात्तः अस्ति, इत्संज्ञकः अस्ति, सः धातु अनुदात्ते. परन्तु अस्मिन् सूत्रे एकाच उपदेशेनुदात्ता इति सूत्रे अनुदात्तात् इति अस्ति, तर्हि अनुदात्तत्वम् अनुदात्तः तत्र इत्संज्ञायाः नास्ति, केवलम् अनुदात्तः एव इति भेदः. अर्थात् निरनुबन्धरूपम् एव दृष्टव्यं वा? सत्यं, निरनुबन्धरूपं दृष्ट्वा एव अवगच्छामः. यतोहि श्रुद इति पश्यति चेत् धातुः एकाच् अस्ति. यदि श्रुद इति दृष्ट्वा वदति अस्तु श्रुद धातुः अनेकाच् अस्ति, यदि भवान् वदति अकारः अनुदात्तः अस्ति अतः अनेक इति वदति, परन्तु धातुः सेट् अस् अनेकाच् अस्ति खलु, अनेकाच् अस्ति, तर्हि तत्र अनुदात्तस्य चिन्तनमेव नास्ति. अतः श्रुद इति अनेकाच् इति कृत्वा सेट् इति शक्यते इति चिन्तयामः चेत् दोषः अस्ति तत्र. तादृशं चिह्नं दोषपूर्णं, किमर्थम् इति चेत् तत्र संज्ञकवर्णलोपानन्तरं द्रष्टव्यम्. सर्वे रागः अनेकाचः भवन्ति, संज्ञकवर्णाः तिष्ठन्ति चेत् सर्वे धातवः अनेकाः भवन्ति, तर्हि सूत्रस्य प्रसक्तिः कुत्रापि न भवति. अस्तु अस्तु. तर्हि भगिनि इदानीं धातोः अनन्तरं प्रत्ययस्य मध्ये धातोः सेट् धातु एव प्रयोरिटि इति वक्तुं शक्यते खलु. तस्य स्वभावः एव सेट् धातुः सेट् धातोः एव स्वभावस्य इम्पोर्टेन्स् इति वक्तुं शक्यते खलु. प्रत्ययस्य प्रत्ययपि अस्ति, धातुः सेट् अस्ति चेत् तावत्पर्याप्तं नास्ति खलु. प्रत्ययः अपि वलादिः भवेत् अंशादिः भवेत् अस्ति चेत् तत्सर्वमपि द्रष्टव्यं, परन्तु धातुः अनित्य किमपि चिन्तनस्य आवश्यकता नास्ति. अनित्य चेत् चिन्तनस्य नास्ति, सेट् अस्ति चेत् पुनः प्रत्ययस्य अपि इटागमस्य अनुकूलः अस्ति वा न वा इति चिन्तनीयं. सत्यं सत्यम्. अस्तु अस्तु भगिनी. नमस्ते, मम प्रश्नः अस्ति, प्रष्टुं शक्नोमि? एकक्षणं भगिनि, एकक्षणम्. अरुणा किम् उक्तवती? न पठामि भगिनि. पठति वा? पठितुमिच्छति वा भगिनि? पठितुमिच्छामि भगिनि. पठितुमिच्छामि. अस्तु अस्तु, अस्तु. अत्र आदिर्निटुडवः सूत्रेण धातु आदौ यत् नि वर्णसमूहः अस्ति तत् तस्य इत् भवति, किन्तु तत्र वयं नित् न वक्तुं शक्नुमः खलु? न शक्नुमः. नास्ति, आत्मनेपदी एव. सत्यम्. अस्तु अस्तु भगिनी, चतुर्थे द्वये सिद्ध्यति इति रूपम् अस्ति. किम्? चतुर्थे गणे स्विद्यति इति परस्मैपदी रूपमपि अस्ति. भिन्नधातुः स्यात् भगिनि? भिन्नधातुः औपदेशिकभिन्नधातुः वा? प्रायः भिन्नः धातुः स्यात्. स्विद्यति इति रूपं परस्मैपदी अपि अस्ति इति, स्विद्यति इति रूपं परस्मैपदी अस्ति इति, तर्हि तत्र स्वरः भिन्नः स्यात्. अस्तु, भिन्नः स्यात्. अर्थः तु समानमेव, स्वेदते स्विद्यति अर्थः समानमेव. तत्र द्रष्टव्यं, तत्र तत्र न न एकक्षणं, दकार उत्तरवर्ति अकारः कीदृशः इति चिन्तनीयं. तत्र दकार उत्तरवर्ति अकारः अनुदात्तः अस्ति चेत् आत्मनेपदी एव खलु. भवती किं वदति, भवादिगणे अस्ति इति वदति वा? भुवादिगणे आत्मनेपदि. हा, तर्हि भुवादिगणीयधातोः अकारस्य अनुनासिकत्वं, दिवादिगणीयधातोः अकारस्य अनुदात्तत्वम् अस्ति. भुवादिगणे यः आकारः सः अनुदात्तः, दिवादिगणे यः आकारः सः अनुदात्तः नास्ति, अतः परस्मैपदी अस्ति. तर्हि तत्र तत्र अनुदः नास्ति, तर्हि उदात्तः स्यात्, दात्ते स्यात्, अतः एव परस्मैपदी. दिवादिगणे चुरादिगणे अनुदात्ते अस्ति, दिवादिगणे उदात्ते अस्ति, अतः भेदः. दिवादिगणे दिवादिगणे श्विदा अस्ति, भवादिगणे निश्विदा औपदेशिकधातु. हा, अश्विदा इति अस्ति तत्र. हा, दिवादिगणे तत्तु समीचीनं, परन्तु तत् आकारस्य चिन्तनमेव मुख्यः. आकारः कीदृशः इति मुख्यः, महत्वं नास्ति अत्र. अस्तु, सूर्यकुमारी भगिनी पठतु. भगिनी गीतांजलि भगिनी एकक्षणं भगिनी, अत्र सूर्यकुमारी एकवारं पठति, तदनन्तरं अवधेयम्. अयं धातुः उदात्तः किन्तु उदात्तेत् न, तत्र भेदः अवगन्तव्यः. निषिद्ध इति धातुः उदात्तः परन्तु अनुदात्तेत् उदात्तः इति कारणेन धातु सेतुः सेट् अनुदात्तेत् इति कारणेन धातुः आत्मनेपदि. प्रथम सोपानं पदव्यवस्था निषिद्ध उपदेशधातुः अनुदात्तेत् चेत् आत्मनेपदं प्रथमं. तदनन्तरं आदिर्निटुडवः इति सूत्रेण नि इत्संज्ञा भवति. शेषः श्विधा उपदेशे जननाशिकसूत्रेण अनुनासिक इत्संज्ञा भवति. शेष श्वित् अवशिष्यते. शकारः प्रथमवर्णः चेत् प्रथमवर्णः चेत् धातु सः शः सः इति सूत्रेण सकारः सिद् अनुदात्तेत् उदात्तः इति कारणेन धातु सेट् तदर्थम् आत्मनेपदी धातुः उदात्तः इति कृतः सेट् इति नास्ति खलु? नो उदात्तः इति सेट् सेट् हा इति अवशिष्टः इत्संज्ञकवर्णः अस्ति तस्मिन् सन्दर्भे धातुः अनुदात्तेत् अस्ति. अनुदात्तेत् आकारः अनुदात्तः इत्संज्ञकः अनुदात्तेत् परन्तु अवशिष्टः धातः स्विद् इति धातुः तत्र स्वरः उदात्तः अतः धातुः उदात्तः इति वक्तुं शक्यते. उदात्तः इति कारणेन धातुः सेट् निषेधकनिमित्तं नास्ति चेत् सेत् अस्ति. सत्यं सत्यं समीचीनम् अस्तु अस्तु. गीताञ्जलि भगिनी वदतु. भगिनि यदि धातोः स्वभाव इडागमानुकूलः अस्ति किन्तु तदनन्तरं एकं यदि प्रत्यय योजयामः तत् प्रत्ययस्य स्वभाव तु इडागमानुकूल न अस्ति चेत् किं प्रसक्तिः भगिनि? इडागमः न भवति. धातुः अपि सेट् अनुकूलः तदानीमेव इडागमः भवति. धातुः सेट्यः बलादि नास्ति इति चिन्तयतु तर्हि तत्र इडागमस्य चिन्तनं नास्ति. यद्यपि स्वभाव तु सेट् अस्ति धातोः यदि तदनन्तरम् अपि इडागमः न भवति यदि प्रत्यय इडाग निषेध भवति. हा सत्यम् इडागमनिषेधः अस्ति नो चेत् बलादिः नास्ति. प्रत्ययः बलादिः नास्ति तत्रापि न भवति. अस्तु अरुणा भगिनी पठतु. आं भगिनि अग्रे गत्वा अस्य षिद् धातोः प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं तिङन्तं स्यात् वा कृदन्तं स्यात् प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः. स्विद् इति निर्बन्धधातुः प्रक्रियार्थं सिद्धः. अत्र दत्तं मूलधातु स्वीकृत्य इत्संज्ञा निष्कासनं कृत्वा यद्धातुः लौकिकधातु अस्ति चेत् तदनन्तरं किं प्रत्ययं योजनीयम् इति इच्छामः तिङन्तं प्रत्यय वा कृदन्तं प्रत्ययः इति. तदनन्तरं प्रक्रिया आधारमेव भवति, ततः स्विद् इति निर्बन्धधातुः कृदन्तधातुयोजनसमये धातुः सेत् आर् अनित् इति वयं निर्धारणं कर्तव्यं, तदनन्तरं प्रत्यययोजनम् अपि कृत्प्रत्यय अस्ति आर् तिङ्प्रत्यय लिट् लकार अर्धधातुक आशीर्लिङ्ग् प्रत्ययस्य विषये अत्र इडागम प्रत्यय इति निर्णयं कृत्वा प्रक्रिया करणीया. किं भगिनि न श्रूयते? धातूनां प्रवृत्तिः अदन्तदातवः आधिक्येन अनिटः, किन्तु तत्र सर्वे उकारान्तदातः रूकारान्तदातः उकारान्तः च सेटः. हलन्त्यदातवः आधिक्येन सेटः, हलन्तदातुषु त्रि अधिक एकशतदातवः अनिटः. सामान्यतया त्रयोदिक अदन्तदातवः आधिक्येन अनिटः, तदपि ऊकारान्तदातवः ऊकारान्तदातवः सेट् अपि भवति. हलन्तदातेषु दात्वेषु अधिकेन सेटः अपि, परन्तु त्रयो अधिकशतदातवः अनितः इति सामान्यत भवति. सत्यं भवन्ति. सत्यं सत्यं. तर्हि प्रथमं धातुः भावः कः इति चिन्तयामः, धातुं सेट् इति चिन्तयामः. तदनन्तरं तस्मात् यः प्रत्ययः विधीयते सः प्रत्ययः तिङ् वा कृत्वा इति चिन्तयामः, पुनः सः प्रत्ययः आरुदातुकः वा इति चिन्तयामः, आरुदातुकः अस्ति चेत् वलादिः अस्ति वा इति पश्यामः, वलादिः अस्ति चेत् इडागमः इडागमः अनुमतः वर्तते, परन्तु कृत् प्रत्ययः अस्ति चेत् वशादिः नास्ति इत्यपि चिन्तनीयं. तत्सर्वं दृष्ट्वा एव इडागमः भवति. तर्हि अत्र पश्यामः चेत् प्रायेण सर्वे हलन्ददाव सेटः, केवलं तत्र त्रयोधिक एकशतं धातवः एव अनितः, अदन्तदातवः प्रायेण अनितः, केवलं चतुर्दश धातवः एव सेटः. चतुर्दशदातवः इत्युक्ते तत्र उकारान्ताः ऋकारान्ताः इति तत्र प्रतिनिधिः अस्ति. उकारान्ताः बहवः धातवः सन्ति, तेषां सर्वेषां ते सर्वे धातवः सेटः, ऋकारान्तधातवः ते सर्वे अपि सेटः. अत्र दीर्घ न लिखितमस्ति, अत्र तु ह्रस्व लिखितमस्ति. कुत्र ह्रस्व लिखितमस्ति? ऊकारान्ता ऋकारान्ता इति ऋ ह्रस्वः न, दीर्घः एव मया दृश्यते. मया दृश्यते दीर्घः एव अस्ति. तद् दीर्घस्य चिह्नं वा? दीर्घस्य एव चिह्नं. दीर्घस्य एव चिह्नं. करिष्यति लिट्लकारे अस्ति चेत् क्रीडातुः सेट् नास्ति भगिनि. न, तत्र विशिष्टसूत्रेण न, कुत्रचित् यद्यपि धातुः सेट् नास्ति तथापि तत्र विशिष्टसूत्रेण इडागमः भवितुम् अर्हति. तदर्थं सूत्रमस्ति चेत् इडागमः भवति. यथा प्रकृतौ विशिष्टसूत्रेण इडागमः भवति तत्र, यद्यपि धातुः सेट् तस्य प्रत्यये परे एव इडागमः भवति. परन्तु तत्र तप्रत्ययः इत्येतत् कृतः इत्येव रूपं, तत्र इडागमः नास्ति. यद्यपि तप्रत्ययः वलादिः अस्ति अवशादिः अस्ति, तथापि कृतः इति अस्ति रूपं, न तु कथितः. खलु अवगतम्. अस्तु, अत्र अग्रे अभ्यासः अस्ति, सर्वे गृहपाठरूपेण कुर्वन्तु, कृत्वा आगच्छन्तु. अग्रिमसप्ताहे पश्यामः पदव्यवस्था, इड् व्यवस्था, तत्र नियमः कः इति सम्यक्तया स्मर्तव्यम्. अस्तु, कोऽपि प्रश्नः वा? अस्तु तर्हि, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः भगिनि, नमस्कारः.